नमस्कारः. अस्माकं पाणिनीयव्याकरणवर्गे स्वागतं. तत्र अदादिगणे हलन्तदातवः इति पाठः. तत्र सकारान्तः अस् धातुः. तत्र वयं सप्ताहद्वयं पूर्वं तत्र चिन्तनं कृतवन्तः असिद्धवत् अत्र अभात् इति. तत्र किञ्चित् पुनस्मरणं कृत्वा अग्रे सरामः. तत्रैव तत्र अस् धातुः अङ्गकार्यं कीदृशम् इत्युक्ते हलादिपित् अजादिपित् तत्र उपादायं ह्रस्व अकारः लघु इक् ह्रस्व अकारः एव अस्ति लघु इक् इति न, अतः गुणकार्यस्य प्रसक्तिः नास्ति. हलादि अपित् हल अजादि अपित् तत्र तु श्नसोरलोपः इत्यनेन अकारलोपः भवति, अतः एव स्तः सन्ति इति रूपम्. तत्र एव वयं दृष्टवन्तः तत्र तासस्तेयोर्लोपः इति. तत्र तास् प्रत्ययस्य अपि च अस् धातोः सकारस्य लोपः भवति सकारादिप्रत्यये परे. अस् योगः सि तत्र तासस्तयोः लोपः इत्यनेन अस् धातोः सकारलोपः भूत्वा असि इति रूपं. मध्यमपुरुषे एकवचने सकारलोपः असि इति रूपम्. अनन्तरं तत्र लोटि एव वयम् असिद्धवत् अत्र अभात् इति चिन्तनं कृतवन्तः. अस् योगः हि मध्यमपुरुष एकवचने अस् योगः हि तत्र अस्थाने एकारादेशः भवति ग्वसोरे द्वावाभ्यासलोपश्च इत्यनेन. अनन्तरं श्नसोरल्लोपः इत्यस्यापि कार्यम् इति दृष्टवन्तः. तादृशप्रक्रिया आसीत् अस्योगः हि वसोरे द्वाभ्यासलोपश्च अस्थाने एकारादेशः. अनन्तरं हूजल्व्योहेर्दिः इत्यनेन हि स्थाने धियादेशः. अनन्तरं श्नसोरल्लोपः इत्यनेन अलोपः एधि इति रूपं. तत्र एव चिन्तनम् आसीत् असिद्धवत् अत्र भात् इति अस्मिन् बत् इत्यस्मिन् अधिकारे अस्ति सूत्रत्रयम् अपि. अतः तत्र कार्यं कथं पेरलि भवति एकस्मिन् एकेन सूत्रेण कृतं कार्यम् अन्यत् सूत्रं न पश्यति. निमित्तम् अस्ति चेत् तस्य कार्यम् आगत्य तत् करोति एव इति दृष्टवन्तः. अतः एव वसुरे द्वाभ्यासलोपश्च इत्यनेन यदेकारादेशः कृतं तद् हूजल्व्योहेर्भिः न पश्यति. तादृशमेव श्नसोरल्लोपः अपि हूजल्व्योहेर्भिः इत्यस्य कार्यं न अदृष्ट्वा तस्य कार्यं स्वयं करोति. अतः एव एधि इति रूपम् आगच्छति इति चिन्तनमासीत्. तत्र पूर्णतया वयम् असिद्धवत् अत्र अभात् इत्यस्मिन् विषये चर्चामपि कृतवन्तः. अतः इदानीं किञ्चित् अग्रे सरामः. लङ्गी रूपं कथम् आगच्छति इति पठित्वा अद्य अस् धातोः रूपाणि साधयामः. अस्तु, अरुणा भगिनी लङ्गी इति पठति वा? आं भगिनि, लङ्गे आ योगः अस् योगः त् अस्ति सिचोरपृक्ते असित् असित्सिचोपृक्ते इत्यनेन अपृक्तसञ्ज्ञक हल् प्रत्ययः ईट् आगामः. आ योगः आस् योगः ई योगत् वर्णमेलन आसीत् इति रूपम्. आ योग अस् योग स अस्ति सिचोर् प्रकृते प्रकृते प्रकृते इत्यनेन अपृक्तसञ्ज्ञक हल् प्रत्ययस्य ईट् आगमः. आ योगः योग इ योगस्य वर्णमेलन आसीः इति. ओके, लङ्लकारे प्रथमम् अस् धातु आडागम आगच्छति. सूत्रं भगिनि सूत्रेण आड् आगमः आगच्छति आट् आगमः. तदनन्तरं सकार अस्ति यावत् अस्ति सिचोर् अपृक्ते इति सूत्रेण अपृक्तसञ्ज्ञक हल् प्रत्ययस्य ईट् आगमः भवति, ततः ईट् इति टकारात् आद्यन्तौ टकितौ इत्येन आदि टकारपूर्वम् आगच्छति. ई योगात् वर्णमेलम् आसीत् इति रूपं, तद् सामान्यमेव सादृशम् अस् मध्यमपुरुष एकवचने अस्तरपि अस्ति सिचो प्रक्ते इति सूत्रेण अपृक्तसञ्ज्ञकः हल् प्रत्ययस्य ईड् आगमः भवति. अत्र वर्णमेलनेन आसीः इति सकार करवसानि विसर्जनीयः सूत्रेण विसर्गः भवति. ईड् आगमः टित् अतः त् इत्यस्य आदौ आयाति इति. सामान्यतया अपृक्तसञ्ज्ञकः हल् प्रत्ययस्य लोपो भवति हलन्तधातुतः, परन्तु अत्र लोपो न भवति यतोहि अद्य ईद् आगमो अस्ति इति अस्ति इति. तदेव अहमपि वक्तुम् ईद् आगम टित् अस्ति, ततः आद्य आगच्छति. पूर्वं ज्ञाभ्यो लोपः भवति, परन्तु अस्लङ्क लस् विषये ईट् आगम आगच्छति. सम्यक्. अतः ईट् इति यद् आगमः अस्ति तत् सर्वदा प्रत्ययस्य एव आगमः. अतः एव तकारात् पूर्वं तकारस्य आदौ आगच्छति प्रत्ययः. अपृक्तप्रत्ययः तकारः, तप्रत्ययः, तस्मात् पूर्वम् ई इति आगमः आसीत् इति रूपा. सम्यक् भगिनि. तत्र सूत्रमपि पठतु. अस्ति सिचो प्रक्ते सप्तम अध्याये तृतीयपादे षट् नवविंशति षट्नवतिः सूत्रं. सिच् प्रत्ययात् अपि च अस् धातुतः अपृक्तसञ्ज्ञक हल् प्रत्ययस्य ईदागमे भवति. अस्तिश्च सिच्च तयोः समाहारद्वन्द्वः अस्तिसिच्, तस्मात् अस्तिसिच्चः. अस्तिसिचः पञ्चम्यन्तम् अपृक्ते सप्तम्यन्तं विपदमिदं सूत्रम्. अतो वृद्धिर्लुकि हलि इत्यस्मात् हलि इत्यस्य अनुवृत्तिः, ब्रुव ईट् इत्यस्मात् ईट् इत्यस्य अनुवृत्तिः, अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रम् अस्ति सिचः अङ्गात् ईट् अपृक्ते हलि. अत्र अस्ति सिचौ अपृक्ते सिच् प्रत्यया अस्ति परे अस्ति वा अस् च अस् धातुतः अपृक्तसञ्ज्ञक हल् प्रत्ययस्य इदागमो भवति. वयं पठतः लङ्लकार तकार सकार अपृक्त हल् प्रत्ययः. अनुवृत्तिसहितसूत्रम् अस्ति सिचः अङ्गात्, तदेव अङ्ग अधिकारः अस्ति चेत् अङ्गात् इति ईट् उपृक्ते हलि इति सूत्रम् अनुवृत्तसहितसूत्रम्. सिच् इति कुत्र भवति भगिनि? सिच् प्रत्ययः लुङ्लकार श्लेहे सिच् लुङ्लकारस्य प्रत्ययः. सिच् इति विकरणप्रत्ययः, सिच् आदेशः. श्ली इत्यस्य स्थाने सिच् इति आदेशः. सम्यक्, तदेव अत्र अस्तातोः अङ्गात् परस्य सिच् प्रत्ययान्त अङ्गात् परस्य अपृक्तहल् प्रत्ययस्य ईट् आगमः भवति इत्येव सूत्रं वदति. सम्यक्. आद्यन्तौ टकितौ तस्य प्रथमवाक्यम् अनुवृत्तिसहितसूत्रम्. आद्यन्तौ टकितौ यस्य आगमः टित् तस्य आदौ आयाति, यस्य आगमः कित् तस्य अन्ते आयाति. आदिश्च अन्तश्च आद्यन्तौ तश्च कश्च तकौ इतरेतरद्वन्द्वः तकौ इतौ ययोः तौ टकितौ बहुव्रीहिः आद्यन्त्यौ प्रथम अनुवर्ति सूत्रसं स्वयं सम्पूर्णम् आद्यन्तौ टकितौ तदेव टकितौ भगिनि तत् अन्यप्रत्ययपि अस्ति वा अत्र तश्च कश्च टकौ टकार एव ओके ओहो तश्च कश्च टकौ भवति तर्हि ततः ओके सम्यक् धन्यवादः भगिनि. श्रीवल्ली भगिनी अग्रे एकः प्रश्नः अस्ति तत् पठति वा? अत्र प्रश्नः उदेति यत् लङ्लकारस्य प्रथमपुरुषविवचने अकारलोपः भवति वा? आयोगः अस् योगः ताम् इति प्रथमपुरुषद्विवचने. यतोहि आडागमः विधीयते लकारावस्थायाम् आडजादीनाम् इति सूत्रेण, तदा आटश्च इत्यनेन आडागमात् अचिपरे पूर्वपरयोः उद्धिः एकादेशः. तदानीम् अकारः एव नास्ति, अतः कथं वा स्निषेवरल्लोपः इत्यनेन अकारलोपः स्यात्? अस्य उत्तरमस्ति यत् आडजातीनाम् इति सूत्रेण आडागमः विधीयते लकारावस्थायाम् इति तु सत्यं, किन्तु आटश्च इत्यनेन वृद्धिः आदेशः तत्र साक्षात् न भवति. इदं सन्धिकार्यं स्निषेवरल्लोपः अङ्गकार्यं परसूत्रं च, अतः अडागामानन्तरं शशोरलोपः इत्यनेन अकारलोपः, तदा तु आटश्च इत्यस्य अवसरः एव नास्ति. आं भगिनि, अत्र प्रश्नः उदेति प्रथमपुरुषे यद्विवचने प्रत्ययः ताम् आयोगः अस्योगः ताम्, अत्र लकारावस्थायाम् आट् अजादीनाम् इति सूत्रेण आट् आगमः स्यात् आ योगः अस्. अत्र प्रश्न वृद्धिः न भवति, आटश्च इत्यनेन वृद्धिः आदेशः साक्षात् न भवति, तत्र केवलं सन्धिकार्यम् अस्ति. इदं सन्धिकशोरल्लोपः अङ्गकार्यं 6411 अपि परसूत्रम् अपि, अतः अडागामन् अनन्तरं स्निषोरल्लोपः इत्यनेन अकारलोपः, तथा तु आटश्च इत्यस्य अवसरः एव नास्ति. अवगतं वा तद् 641? आं भगिनि, आटश्च इति सन्धिकार्यं सत्यम्. आं भगिनि, स्निषोरल्लोपः अङ्गकार्यम् अङ्गकार्यं परसूत्रम् अस्ति, स्निषोरल्लोपः अनन्तरम् आटस्य वृद्धिः अवसरः नास्ति. सत्यं, तत्र तु अकारलोपः अभवत्, अतः तस्य कार्यमेव न भवति. आयोगः अस्योगः ताम् इति स्थितौ तत्र आडजादीनां कार्यं तु कृतम्. इदानीं स्निषोरल्लोपः आटस्य इति अनयोः बलाबलचिन्तनं कस्य कार्यं भवति? श्रसोरलोपः परसूत्रम् अङ्गकार्यमपि, आटश्च इति वर्णकार्यं संहितायाम् इत्यस्मिन् अधिकारे अस्ति, अतः अङ्ग वर्णादङ्गं बलीयः इति स्वीकुर्मः चेदपि श्रसोरलोपः इत्यस्य अवसरः सूत्रसङ्ख्या दृष्ट्या पश्यामः चेदपि विप्रतिषेधे परं कार्यम् ष्टसोरलोपः इत्यस्य एव कार्यम्, अतः तत्र अकारलोपः भवति. यदा अकारलोपः भवति आटश्च इत्यस्य कार्यमेव न भवति. इदानीम् अत्र प्रश्नः पुनः वयं प्रष्टुं शक्नुमः, असिद्धवत् अत्र अभात् इत्यस्य कार्यं भवति वा? 6411 आं भगिनि, अत्र अधिकारे अस्ति सूत्रः, परन्तु आटश्च शशोरलोपः, परन्तु आटश्च इति नास्ति भगिनि, आटश्च 6189 सो अत्र प्रसक्तिः नास्ति. सूत्रद्वयं सर्वदा सिद्धवत् अत्र अभात् इत्यस्य सूत्रद्वयम् आवश्यकं सूत्रद्वयमपि आबीयक्षेत्रे भवेत् तदा एव तस्य कार्यम् अथवा न भिन्नभिन्नसूत्राणि तु तस्मिन् अधिकारे अस्ति परन्तु तत्र निमित्तं समान आश्रयत्वम् आवश्यकम् अस्ति चेदेव असिद्धवत् अत्र अबादित्यस्य प्रसक्तिः तत्र पूर्वं यदा ग्वसोधेभ्यासलोपश्च कूजल्व्योहेर्भिः वा तत्र दृष्टवन्तः ते सर्वे तु अस्मिन् अधिकारे एव अस्ति असिद्धवत् तत्र अबात् इत्यस्मिन् अधिकारे अनन्तरं तेषाम् आश्रय समान आश्रयः आसीत् अतः एव कार्यम् अस्तु भगिनि अग्रे अस्योगः लङ् आडजादीनाम् आयोगः अस्योगः लङ् अनन्तरम् आडजातिनम् आयोगः अस्योगः ताम् श्निशोरल्लोपः अकारस्य लोपः भवति आयोगः सकारः योगः ताम् आस्ताम् इति रूपं भवति आडजातीनां लुम् लङ् लुंश्च परे चेत् अजादिधातुरूपी अङ्गस्य आट् आगमः भवति स च अडागमः उदात्तसंज्ञकः भवति लुङ् लङ् लृङ् लकारः च परे चेत् अजादिधातुरूपी अङ्गस्य आटागमः भवति अपि च उदात्तसञ्ज्ञकः अपि च भवति अडागमः उदात्तसञ्ज्ञकः भवति अनुवृत्तिसहितसूत्रम् अजादीनाम् अङ्गस्य आट् उदात्तः लुङ् लङ् लृङ्षु आटश्च आडागमात् अचि परे पूर्वपरयोः वृद्धिः एकादेशः भवति आटः पञ्चम्यन्तं च अव्ययपदं द्विपदमिदं सूत्रम् इको एनचि इत्यस्मात् अचि इत्यस्य अनुवृत्तिः वृद्धिरेचि इत्यस्मात् वृद्धिः इत्यस्य अनुवृत्तिः एकः पूर्वपरयोः संहितायाम् इत्यनयोः अधिकारः अनुवृत्तिसहितसूत्र आटः च अति पूर्वपरयोः एकः वृत्तिः संहितायां सन्धिकार्यं संहितायां संहितायाम् अधिकारे अस्ति सन्धिकार्यं सकारान्तधातुः अतः आधिक्येन केवलं वर्णमेलनं भवति यथा सकारात् तकारे परे केवलं मेलनम् अस् योगः ति अस्ति केवलं वर्णमेलनं अस्ति इति भवति रूपम् अस् योगः तः अत्र अकारस्य लोपः भवति भगिनि अकारस्य लोपः शिशोरल्लोपः इत्यनेन स्तः इति रूपं भवति अनन्तरम् अस् योगः अन्ति अस्य योगः अन्ति अपि स्निशोरल्लोपः इत्यनेन अकारस्य लोपः भवति सकारः योगः अन्ति सन्ति इति पदं अत्र अन्ति नष्टपदान्तस्य जलि इत्यनेन अनुस्वारः अनन्तरम् अनुस्वारस्य परशवर्णे समीचीनं सन्ति इति रूपं भवति आम् आं भगिनि अनन्तरम् अस् योगः तीतः सकारः सकारः अत्र भगिनि सूत्रं सकारस्य लोपः तासस्तयोर्लोपः भगिनि तासस्य अपि च अस्तातोः सकारस्य लोपः भवति सकारादि प्रत्ययपरे इति असि इति रूपं भवति भगिनि अनन्तरं सि थः अस्योगः स्तः स्नेशोरल्लोपः अकारस्य लोपः भवति रूपं स्थः बहुवचने स्था इति भवति. अनन्तरम् अस् योगः मि केवलं वर्णमेलनम् अस्मि योगः. अनन्तरं अस्य योगः वः स्नेशोरलोपः अकारस्य लोपः भवति स्वः. अस्य योगः मः स्नेशोरलोपः अकारस्य लोपः भवति स्मः इति रूपं भवति. सम्यक्, धन्यवादः. उषा भगिनी लोटि वदति वा? प्रयत्नं करोमि भगिनि. अस् योगः तु, अस् योगः तु अस्तु एव. अस् योगः तात्, अस् योगः तात् ङित् फिक्स्, ङित् प्रत्यय. नसोरल्लोपः इत्यनेन अकारलोपः, अकारः लोपः भवति. अस् अ आफ् अस्. सो स्तात् अ लोपः भवति, स्तात् एव भवति. अस् योगः तु ताम्, ताम् अस् योगः ताम् नसोरल्लोपः इत्यनेन स्ताम् एव भवति, अकारलोपः भवति, धातु अकारः लोपः भवति, स्ताम् एव भवति. अस् योगः तु ताम् अन्तु, तु ताम् अन्तु, अन्तु अगेन् ङित् अफिक्स्, ङित्. सो दिस् इस् नसोरल्लोपः इत्यनेन अकारलोपः भवति. स् योगः अन्तु, सन्तु एव भवति. अदन् मध्यमपुरुष एकवचनं. अस् योगः हि, अस् योगः हि, अस् योगः हि, देन् ग्वसो, ग्वसोरेदात् ग्वसोरेद् धावभ्यासलोपश्च इत्यनेन वाट् इस् दट् डू भगिनि, एकारः भवति. गू अण्ड् गू अण्ड् अस् बिकम् ए फार् हू अण्ड् अभ्यासलोप फार् बोत् आफ् देम्. ओके, हूजल्भ्यो हे, आं भगिनि, हूजल्भ्यो हेर्दिः एण्ड् ग्वसोरेत् बोत् आफ् देम् आर् इन् अभियकार्यं. सत्यम्, अभियकार्यम् अण्ड् सो फस्ट् ऐ गेस् हूजल्भ्यो हेर्दिः इत्यनेन हि स्थाने धि आदेशः भवति. अत्र फस्ट् सेकेण्ड् इति चिन्तनम् अस्ति वा? नो भगिनि, दट् स्थान वेर् इट् वेर् दे आपरेट्. सो हू जल्भ्यो हेर्दिः, हू अथवा जल् फालोड् बै दट् देन् हि बिकम्स् दि. सो हि स्थाने ग्वसोरेद्, ग्वसोरेद् धाव अभ्यासलोपश्च इति आल्सो गु अण्ड् अस् हि स्थाने ग्वसोरेद्वाभ्यासलोपश्च सकारस्य स्थाने, किल सकारस्य स्थाने एकारादेशः. किं वदति, निमित्तं वदति वा कार्यसोर् ग्वसोरे निमित्तं भगिनि? निमित्तम्, अस्तु अस्तु, सत्यमेव, निमित्तं निमित्तं हु हि, सत्यं सत्यम्. ओके, सो फर् दिस् द कार्यम् इस् हि फर् द हू जल्भ्यो हेर्दिः अण्ड् हि स्थाने धि आदेशः भवति. अण्ड् ग्वसोरे दावभ्यासलोपश्च इत्यनेन एत् इस् द कार्यं, हू इस् द निमित्त, द हि इस् द निमित्त. ओके, सत्यं. How do I determine, bhagini? The other day we read about tatra tatra asiddhava tatra bat ityasmin adhikare asti atra sutra sankhyayaha mahatvam ikimapi nasti parallelly bhavati tavadeva karyadvayamapi asmakam drishti eva sutra prathamam etat karotu anantaram asmakam prakriya parantu sutra drishtya dvayamapi सैमल्टेनियस्लि युगपत् कार्यं भवति भवति ओके सिक्स् देन् ऐ केन् हू जल्भ्यो हेर् दिः इत्यनेन दी देन् श्नसोर् अल्लोपः डजन् डू भगिनि श्नसोर् अल्लोपः एव कार्यम् अस्ति श्नसोर् अल्लोपः इत्यनेन ओ हीस् कित्ङिति अफिक्स कि इति कित्ङित् नास्ति भगिनि तूतामन्तु ओ ओ आनि आवाम इत्येव सो देन् श्नसोर् अल्लोपः इत्यनेन अलोपः एव भवति देन् धि अलोन् स्टेस् देन् ग्वसोरेदावभ्यासलोपश्च इत्यनेन ये भवति बट् वेर् ग्वसोरे भगिनि दत्त सकारस्य स्थाने एकारः अभवत् किल सकारस्य स्थाने एकारः अभवत् आम् आं भगिनि आम् सो अलोपः भवति अलोपः भवति स एव अस्ति स दि स योगः दि अस्ति न न अस् योगः हि वसोरे द्वाभ्यासलोपश्च हू जल्भ्यो हेर्दिः कार्यद्वयमपि भवति चेत् अ ए हि अ ए धि इति अस्ति अलोन्त्यस्य इत्यनेन अन्तिम वर्णस्य एव एकारादेशः किल अतः इदानीम् अ ए धि इदानीं श्नसोरलोपः इत्यस्य कार्यम् अकारलोपः एधि इति रूपम् तदेव वयं तत् तस्मिन् दिने पठितवन्तः तत्र एकं कार्यं भवति चेदेव अन्यस्य अवसरः अस्ति तादृशमपि भवितुम् अर्हति यत्र कार्यस्य निषेधः यदा वयं कर्तुं शक्नुमः तत्रापि असिद्धवत् इत्यस्य कार्यं भवति इति अत्र सूत्रसङ्ख्या न आवश्यकं परन्तु किञ्चित् कार्यं करणीयं चेत् तत्र किमपि क्रमः इति न वक्तुं शक्नुमः परन्तु तत्र निमित्तानि आवश्यकानि किल भगिनि एकवारं पुनरेकवारं कृपया वदतु अत्र वा असिद्धवत् अत्र अभवत् वा अस्योगः हि अस्योगः हि देन् द्वाभ्यासलोपश्च इत्यस्य कार्यं तत्र अ ए योगः हि स्थाने ये आदेशः अलोन्त्यस्य इत्यनेन अन्तिमाक्षरस्य स्थाने आदेशः अतः तत्र अ ए हि हू जल्भ्यो हेदिः हि स्थाने धि अ ए धि श्नसोरलोपः इत्यनेन अकारलोपः धि इति अपित् प्रत्ययः सेदि अपित् च किल अपित् प्रत्ययः अतः अकारलोपः एदि इति रूपम् क्रमः अस्माकं सौकर्यार्थं असिद्धवत् हैदराबाद् इत्यस्य अधिकारे क्रमस्य सङ्ख्यायाः किमपि महत्वं वा एतादृशमेव करणीयम् इति किमपि नास्ति सूत्रास् कमाण्ड् आपरेट् एस् द निमित्ता इस् अवेलेबल् सूत्रास् आपरेट् बट् फार् अवर् कन्वीनियन्स् वि डू अ पर्टिक्युलर् क्रम समीचीनम् श्नसोर् अल्लोपः इत्यनेन अकारलोपः भवति अस् इत्यस्य स्थाने स् एव भवति स् योगः तात् स्तात् एव भवति अस् योगः तुतामन्तु हि तम् अस् योगः तं श्नसोर् अल्लोपः इत्यनेन अलोपः भवति स्तम् एव भवति तुतामन्तु तं त अस् योगः त श्नसोरल्लोपः इत्यनेन कितिङिति भवति चेत् अकारलोपः भूत्वा स्थ भवति उत्तमपुरुष एकवचनम् आनि अस्योगः आनि कार्यं न भवति असानि असाव असाम वर्णमेलनमेव सम्यक् किमपि अन्य कार्यं नास्ति सम्यक् अस्तु विजया भगिनी अस्ति किल लङ्लकारः वदति वा न किञ्चित् मन्दम् अस्ति प्रत्यागतवती वा गृहं वा बहिः अस्ति वा ओ ओ ओ अस्तु अस्तु अस्तु नास्ति चिन्ता शृणोतु नास्ति चिन्ता असुस्थाने वसोरोड् एतत् सूत्रेण पूर्णतया अस्थाने ये आगच्छति खलु पूर्णतया पूर्णतया न सकारस्य स्थाने एव एकारः श्नसोरलोपः इत्यनेन अकारलोपः भवति पूर्णादेशः नास्ति क्षम्यता सर्वादेश सकारस्य स्थाने एव एकारादेशः एहि अनन्तरं श्नसोरलोपः इत्यनेन अकारलोपः एधि इति रूपम् धन्यवादः अस्तु अरुणा भगिनी भवती वदति वा लङ् लङ्लकार प्रथमम् अस् धातु आजादि अस्ति अतः अडादेशे इति सूत्रेण आडजातीनाम् इति सूत्रेण आट् आगम आगच्छति आट् आद्यन्तसूत्रेण कार्यं नास्ति तदनन्तरं अस् आ योगः अस् योगः तु इदानीमेकं सूत्रं पठितवन्तः नूतनसूत्रम् अहमेव पठितवती अस्ति सिचोपृत् ओके क्षम्यतां भगिनि अस्ति सिचो अपृक्ते अस्ति सिचो पृक्ते यय अस्ति सिचो अपृक्ते सूत्रेण तकारस्थाने तकार अपृक्तः अस्ति ततः तत्स्थाने एक् ईट् आगमः भवति आयोगः अस् योगः ईट् ईत् आसीत् आसीत् आयोगः अस् योगः ताम् अत्र स्नसोर्लोपः इति सूत्रेण अकारलोपः भवति अस्थाने आयोगः सा योगतम् आस्ताम् इति रूपम् अन्ति अत्र अजादि अस्ति अत्रापि लो अकारलोपः भवति भगिनि सत्यम् ओ नरो लोपः नसोरल्लोपः इति सूत्रेण अकारलोपः भवति आसन्ति आसन् एव आसीत् आस्ताम् आसन् पुनः वदतु आसन् ओके ओके आसन् आसन् भवन्ति योगः अस्योगः सकार अत्रापि सकारस्थान इडागम भवति अपृक्तः अस्ति आसीत् आसीः आसीः अत्र स्नसोर्वलोपः सूत्रेण अकारलोपः भवति अस्तात् अकार आस्तः आस्तः आस्था आम् अस्ति केवलं वर्णमेलनेव आस्तम् आस्तम् अस्त अम् आसम् आसम् आसम् अकारलोपः भवति आस्व आस्म सत्यं सर्वत्र अकारलोपः भगिनि अष्ट डाट् काम् दे हर् गिवन् आतः वृद्धि इत्यनेन रूपं भवति आस्तम् इति आडजादीनाम् आट् योगः अनन्तरम् आटश्च इत्यनेन वृद्धिः भवति श्नशोर कस्य वृद्धिः लोपः सूत्रम् अष्टाध्यायी डाट् काम् आयोगः अस्योगः तम् अत्र केवलम् आटश्च इति सूत्रं दत्तमस्ति न न भवती एव वदतु कथं भवति इति आयोगः अस्योगः तम् अस्योगः तम् शौरलोपः अकारस्य लोपः भवति आयोगः सकारः तम् आस्तम् इति रूपं भवति परन्तु अष्टाध्याय डाट् काम् जस्ट् मेन्शन् आटश्च इति सूत्रम् अस्ति अत्र परन्तु कार्यं किं तस्य आं भगिनि श्नशोरलोपः इति सूत्रं न दत्तमस्ति अत्र केवलम् आडजादीनाम् आयोगः अस्योगः ताम् अनन्तरम् आटश्च इति सूत्रेण वृत्तिकार्यम् आस्योगः तम् आस्तम् इति रूपं भवति अकारलोपः एव न कृतवन्तः इति वदति वा न कृतवन्तः अत्र परन्तु रूपम् अन्तिमरूपम् आस्तमेव आस्तमेव दोषः अरुणा भगिनी भवती एव पुनः लिखतु नो वेदर दट्स् व्हाट वेदर बट शेषोरलोपः कार्यमेव नास्ति चेत् अकार कुत्र गतम् अरुणा भगिनी अङ्गस्य शेषोः अतिकेक् नितिं वेदश्च अस्तु भगिनि वी विल् गो अहेड् वितिलिङ्ग कस्य क्रमः श्रीमल्लि भगिनी भवत्याः क्रमः एव श्नशोरलोपः अकारस्य लोपः भवति स्यात् याताम् स्याताम् यात्यातां युः स्युः भगिनि स्यात् स्यातां स्युः अस्योगः याः अकारस्य लोपः स्याः अनन्तरं यातं स्यातं स्यात उत्तमपुरुषे स्यां स्यावा स्याम तत्र अग्रे अग्रिमम् हकारान्त दुह दुः धातुः उभयपदि प्रपूरणे इति अर्थम् अङ्गकार्यं प्रथमं हलादि सिक्सु उपधायां लघु इक्कः गुणः दुः योगः ति पुगन्तलघु उपधस्य च इत्यनेन उकारस्य स्थाने उकारः भवति दोः योगः ति अनन्तरं सन्धिकार्यं दोग्धि हकारस्य स्थाने दकारः भवति ते किं कृतवन्तः इति वदामि आयोगः अस्य योगः ताम् इति स्वीकृत्य आडजादीनां कृतवन्तः अनन्तरं तत्र आयोगः आटश्च इत्यनेन वृद्धिकार्यं कृत्वा आ इति स्वीकृतवन्तः श्नसोरलोपः इत्यस्य कार्यमेव न प्रदर्शितं परन्तु तत् सूत्रं व्यर्थं भवति किल तस्य कार्यं न भवति चेत् तस्य प्रसक्तिः तु अस्ति एव तदेव तेषां चिन्तनं तदेव अतः एव स्नसोरलोपः प्रायः विस्मृतवन्तः क्षम्यताम् दुः धातु हलादिपित्सु उपधायां लघु एकः गुणः दुः योगः ति पुगन्तलघु उपधस्य च इत्यनेन उकारस्य स्थाने गुणकार्यं भवति ओकारः आगच्छति दोः योगः ति अनन्तरं सन्धिकार्यं जलां जष्टि हकारस्य स्थाने तकारः दोग्धि इति भवति अनन्तरम् अजादिपित्सु उपधायां लघु इकः गुणः दुः योगः आनि पुगन्तलघु उपधस्य च दोः योगः आनि रूपं भवति दोहानि अनन्तरं हलादि अपि उक्तवती क्षम्यतां दोः योगः ति तत्र दोः योगः ति भगिनि तकारस्य स्थाने तकारः भगिनि ऐं सारि क्षम्यतां जलां जष्टि नो जलं जष्टि तस्मात् पूर्वं जलां जषि हकारस्य स्थाने दकारः भगिनि न ककारोक्ति दातेर्गातेर्गः इत्यनेन ह स्थाने घ आदेशः अनन्तरं अनन्तरं जषस्तयो इदानीं जलां झषि बहु पूर्वं कृतवन्तः वयं दुः धातुः तदेव क्रमः परन्तु अत्र अधः एतत् ओ अस्ति वा हलादि अपित्सु किमिति च गुणनिषेधः भवति दुः योगः अतः सन्धिकार्यमेव दुग्धः अनन्तरम् अजादि अपित्सु इति च गुणनिषेधः दुः योगः अन्ते वर्णमेलनमेव दुहन्ति इति रूपं भवति सन्धिकार्यं सन्धिकार्यं दकारादि हकारान्तधातूनां सन्धिकार्यं चतुर्विधं प्रथमं दकारादि हकारान्तधातुतः तकारादि च प्रत्ययानां योजनविधिः तकारादि च प्रत्यये परे दकारादि हकारान्तधातोः दात्पञ्च हकारस्य स्थाने ककारादेशः भवति दादेर्धातोर्घः इत्यनेन सूत्रेण प्रथमं तकारादि थकारादि च प्रत्यये परे दकारादि हकारान्तधातुः दकारादि हकारान्तधातुः द्वयोः निमित्तमस्ति भगिनि दकारादि हकारान्तधातुः हकारान्त अन्तस्य हकारस्य स्थाने गकारादेशः भवति दादे धातुर्गः इत्यनेन. अनन्तरम् अधुना प्रत्ययः झष् परतः अस्ति, अतः प्रत्ययादौ स्थितस्य तकारस्य तकारस्य च धकारैस्सह आदेशः दकारः आदेशः भवति झषस्तथोद्धोथः इति सूत्रेण. अनन्तरम् अधुना धातु परतः झष् अस्ति, झष् इति धकारः, अतः धात्वन्ते घकारस्य स्थाने तृतीयादेशः भवति झलां झष् झषि इति सूत्रेण झस्त्वसन्धि इति. सो घकारस्य स्थाने घकारः आगच्छति. दुग्धः इति उदाहरणमस्ति. दुः योगः इति प्रथमं गुणकार्यं पुगन्तलघुपदस्य च इत्यनेन दो योगः ति इति भवति. अनन्तरं दादे धातोर्गः इत्यनेन धात्वन्तस्य हकारस्य स्थाने घकारे सह घकारः आदेशः भवति. सो दोघ् योगः ति इति. अनन्तरं झषस्ततोर्दोधः इत्यनेन प्रत्ययस्य तकारस्य स्थाने धकारेषः धकारः आदेशः भवति, रूपं भवति दोघ् योगः धि इति भवति. अनन्तरं झलां झष् झषि इत्यनेन घकारस्य स्थाने तृतीयवर्णः आदेशः भवति, घकारः भवति. दोग् योधि रूपं भवति दोग्धि. अनन्तरं थकारस्य थकारादिच प्रत्यये परे उदाहरणं दुः योगः थः. प्रथमं दादे अत्र गुणकार्यं नास्ति. दादे धातोर्गः इत्यनेन प्रथमं गकारादेशः भवति, हकारस्य स्थाने गकारादेशः भवति दुग् योगः थः. अनन्तरं झषस्ततोर्धोतः इत्यनेन प्रत्ययसकारस्य स्थाने धकारः आदेशः भवति दुग् योगः धः. अनन्तरं झलां झष् झषि इत्यनेन घकारस्य स्थाने तृतीयवर्णस्य आदेशः भवति, घकारः आगच्छति दुग् योगः धः, रूपं भवति दुग्धः. सत्यम् इति प्रथमं बिन्दुः. दकारादि हकारान्तधातुः तकार थकारादि प्रत्यये परे. अग्रिममस्ति सकारादि प्रत्यये परे किं भवति इति. धन्यवादः भगिनी. उषा भगिनी पठति वा? दकारादि हकारान्तधातुतः सकारादिप्रत्ययानां योजनविधिः. सकारादिप्रत्यये परे दकारादि हकारान्तधातोः धात्वन्तस्य हकारस्य स्थाने घकार आदेशः भवति धाते धातोर्घः इत्यनेन सूत्रेण. तदा आदौ स्थितस्य धकारस्य धकार आदेशः भवति एकाचो भषो भष् झषन्तस्य द्वोः इत्यनेन. सकारादिप्रत्यये परे ओके देन् द्वोः ओके. खर् परे अस्ति अतः करि च इत्यनेन घकारस्य स्थाने ककार आदेशः भवति. कवर्गीयवर्णः पूर्वम् अस्ति अतः आदेशप्रत्ययोः इत्यनेन सुस्थाने षत्वम्. अग्रे पठित्वा वदामि. दुः योगः सि गुणकार्यं दोः योगः सि धातोर्घः इत्यनेन हु स्थाने घ् आदेशः भवति. दोग् योगः सि एकाचो भषो भष् झषन्तस्य द्वोः इत्यनेन आदि धकारस्य स्थाने धकार आदेशः भवति भष् भवति झषन्तस्य द्वोः झषन्तस्य द्वोः सकार दकार स्यास् द्वोः झषन्तस्य झषन्तस्य धातुः झषन्त ओके ओके. सो धोग् योगः सि दोग् योगः सि खरि च इत्यनेन घकारस्य स्थाने कर्वर्ण आदेशः भवति. धोक् योगः सि भवति. धोक् योगः सि आदेशप्रत्ययोः इत्यनेन सि स्थाने षि भवति. धोक् योगः षि धोक्षि भवति. एकाच् अस्ति धातुः, एकाच् एकाच् जषन्तधातुः, दोग् इति जषन्तधातुः, एकः एव अच् एकः एव अच् अस्ति. तत्र बश् अस्य स्थाने भष् आदेशः, अतः दकारस्य त्री फोर् फोर् फोर् फोर् फोर् फोर् इति भवति. द्वोः सकार दकार द्वो इति भवेत् चेत् निमित्तं सकार परे स इति स प्रत्ययः. अग्रे भगिनि. दकारादि हकारान्तधातुतः धकारादिप्रत्ययानां योजनविधिः. धकारादिप्रत्यये परे धकारादि हकारान्तधातोः धात्वन्तस्य हकारस्य स्थाने घकारादेशः भवति. धातेर्धातोर्घः इत्यनेन सूत्रेण धात्वन्ते घ् स्थाने तृतीय आदेशः भवति जलां जष् जषि इति सूत्रेण जष्ट्वसन्धिः इति. दुःयोगः हि हूजल्भ्योहेर्धिः इत्यनेन दुःयोगः धि भवति. दुःयोगः धि इति स्थिते धातोर्धातो धातेर्धातोर्घः इत्यनेन ह् स्थाने घ् आदेशः भवति. दुःयोगः धि दुग् योगः धि भवति. जलां जश् जषि इत्यनेन जलां जश् जषि जषि धि ओके देन् जल् जलां द दुग् ओके जलां जष् जषि इत्यनेन ग् स्थाने ग् आदेशः भवति. दुग् योगः धि दुग्धि भवति. आं भगिनि. अतः धकारादिप्रत्यये परे अस्तु. अग्रे अपि द्वे प्रत्यये परे ओके. धकारादि हकारान्तधातुतः द्वे प्रत्ययस्य योजनविधिः. द्वे प्रत्यये परे धकारादि हकारान्तधातोः धात्वन्तस्य हकारस्य स्थाने घकार आदेशः भवति. धातेर्धातोर्घः इत्यनेन सूत्रेण अधुना एकाच् बशादि जषन्तधातुः जातः त्री फोर् इति. अतः एकाचो बशो भष् जषन्तस्य द्वोः इत्यनेन त्री फोर् इति फोर् फोर् इति भवति. इत्यनेन आदौ तृतीयस्य स्थाने चतुर्थशतस्य आदेशः भवति. धात्वन्ते धात्वन्ते घ् स्थाने तृतीय आदेशः भवति जलां जष् जषि इति सूत्रेण जष्ट्वसन्ति जष्ट्वसन्धिर् इति. दुः योगः द्वे धाते धातोर्घः इत्यनेन ह् स्थाने घ् आदेशः भवति. दुग् योगः द्वे भवति. दुग् योगः द्वे एकाचो बशो बश् जषन्तस्य द्वोः सकारद्व इति निमित्त ओके. सो एकाचो बशो बश् जषन्तस्य द्वोः इत्यनेन बशः बश् आदेशः भवति. सो दुग् इति स्थाने धुग् भवति. दुग् योगः द्वे जलां जष् जषि इत्यनेन ग् स्थाने ग् आदेशः भवति. धुग् योगः द्वे धुग् द्वे भवति. समीचीनं. अतः अस्माकं धातु धातुपाठे हल् सन्धिः इत्यस्य यत्किमपि पठितवन्तः तस्य रिविशन् दुग् धातुः स्वीकृत्य एव अभवत्. धातो कः हूजल्भ्यो हेतिः एकाचो भषो भष् सर्वम्. तत्र प्रसक्तिः अस्ति. अस्तु, धन्यवादः भगिनि. अरुणा भगिनी, लङ्गी किं भवति इति पठति वा? लङ्गि आदौ व्यवहात् हल् परतः अपृक्तसञ्ज्ञकप्रत्ययस्य लोपः आदौ दादेर् धातोर्घः अदौ हकारस्थाने घकार आदौ एकाचो भषो भष् यशन्तस्य सद्वोः सूत्रेण धकारस्थाने धकार आगच्छति. फोर् त्री फोर् भगिनि सलां जशौन्ते सूत्रेण अधोक् अन्तघकारस्थाने घकार आगच्छति. वा अवसाने इत्यनेन विकल्पेन चत्व आदेशः आधोक् इति रूपद्वयम्. सूत्राणि तु परिचितानि एव, परन्तु प्रथमम् अडागम आगच्छति आकार योगः दह् दुः पुगन्तलघुपद्यसेतुसूत्रेण गुण आदोः योगात् तकारलोपः भवति, अपृक्तसैनकप्रत्ययलोपः भवति. हल्याभ्यो दीर्घात् सुतिस्य अपृक्तः अपृक्तं हल् सूत्रेण. तदनन्तरं दाल्दोर् अधोः अस्ति, धातोर्घः इति सूत्रेण हकारस्थाने घकार आगच्छति. एकाचो बशो बष् यशन्तस्य सद्वोः सूत्रेण धकारस्थाने महाप्रणधकार धोक् अस्ति. जलां जशोन्ते सूत्रेण अल्पप्राणघकारः आगच्छति अधोग्. वा पदण्डसंज्ञा अस्ति कृत्वा वा अवसाने इत्यनेन विकल्पेन अधोक् इति रूपं निष्पन्नं भवति. सम्यक्, अत्र रूपाणि साधयामः. सूत्राणि तु परिचितानि एव, वयं पठितवन्तः बहुवारं. भगिनी भवती एव लटि वदति वा? अत्र एतत्तु उभयपदी अस्ति, प्रथमं परस्मैपदं वदामः. लटि वदतु. दुः योगः अति फित् अस्ति, लघुपदश्चितसूत्रेण दोः योगति दोहति भगिनि न इदानीमेव दृष्ट्वा दादेर् धातोर्घः सूत्रेण हकारस्थाने घकार आगच्छति. धुक् योगः दोग् योगः ति अत्र परन्तु प्रथमं पुगन्तलघुपदस्य इति सूत्रं कार्यं करोति खलु भगिनि? तदुक्तवती भगिनि दोः इति भवति. सम्यक्. धोक् धोक्ति भगिनि ओजस्तथोर्धोर्धः इति सूत्रेण धकारस्थाने धकार आगच्छति. दो धोद् योगः धि दोग् योगः धि. इदानीं जश्वर्णः धि जलां जश् जशि जलां जश् जशि जलां जशि सूत्रेण अल्पप्राण धोधि दोग्धि. पुनः वदति वा एकवारम्? ओके, प्रथमं गुणकार्यं सार्वधातुका पुगन्तलघुपदस्य अत्र गुणः भवति. दोः योगः अस्ति दोर् दादेर् दोर् दादे धातेर् धातोर्घः इति सूत्रेण हकारस्थाने घकारः आगच्छति. जस्तथोर्धोर्धः इति सूत्रेण थकारस्थाने धकार आगच्छति. जलं जशो जश् इति सूत्रेण दुग्धि इति रूपं भवति. सत्यं दुग्धि इति भवति. इदानीं दुःयोगः अत्र गुणकार्यं नास्ति, चित् अस्ति. समान गुणकारनिषेध अन्यसूत्रस्य धादेर् धातोर्घः इति सूत्रेण हकारस्थाने घकारः आगच्छति. जष्टथोर्धोर्धः इति सूत्रेण सकारस्थाने धकार आगच्छति. जलां जश् इति सूत्रेण तृतीयवर्णः आगच्छति. दुग्धः सत्यं दुग्धः सत्यं दुग्धः दुग्धः अन्ति अत्र वर्णमेलनेव भवति. सत्यं किमपि कार्यम् दुहान्ति दुःयोग समानकार्यमेव भवति. दुःयोगः सि प्रथमं गुणकार्यं पुगन्तलघुपदस्य दोह्योगः सि धादेर् धातोर्गः सूत्रेण हकारस्थाने घकार आगच्छति. चषन्तधातुः एकाचो भषो भष् यषन्त्यश्च सद्धोः इति सूत्रेण दकारस्थाने त्री फोर् इति अस्ति. ध घ इति ध इति तृतीयवर्णः, घ इति फोर् चतुर्थवर्णः. Now, 3-4 will become 4-4. Ghog, ghog. Dhog, dhog, yogaha, si. Dhog, yogaha, si. Anantaram. Dhog, si. Anantkarya masti, itopi karya masti. Dhog, yogaha, si. Jalam, chartvam. Chartvam. जश् नास्ति किल, सकारः चत्वारि दोक्सि आगच्छति चेत् सर्वदा कस्य कार्यम् आदेशप्रत्ययोः दोक्षि गुञ्जनशकारः. अग्रिम दुःयोगः तः तः अत्रापि सामान्य गुणकार्यं नास्ति. धातेर् धातोर्धः हकारस्थाने घकारः. जष्टतोर्धोर्धः सूत्रेण थकारस्थाने सम्यक् एव धकार जशि सूत्रेण दुग्धः समानकार्यं सत्यं दुःयोगः मि तत्र किमपि गुणकार्यं केवलं दोग्मि हकारस्थाने धातेर् धातोर्घः घकार धोग्मि ओन्लि किमपि नास्ति किल दुः योगः मि दोह्मि इत्येव दादेर्दातोर्गः इति अत्र कार्यं न करोति ओके ओके चलादिप्रत्ययप्रत्यये दोह्मि इत्येव दोस्मि दुह्मः दुग्वः नो नो वा जल् नास्ति दुह्वः दुह्मः तावदेव दातेर्दातोर्गः हकारस्य स्थाने ककारादेशः भवति जलि पदान्ते च या जलि पदान्ते च सो मकारः जलि नास्ति मकारः अपि नास्ति सम्यक् भवत्याः तु पूर्णतया पुनस्मरणम् अभवत् इदानीं सम्यक् अस्तु श्रीवल्लि भगिनी लोटि वदति वा आं भगिनि दुह्योगः तु प्रत्ययः प्रथमं दादेर्धातोर्गः इत्यनेन हकारस्य स्थाने गकारः भवति दुःयोगः तु अनन्तरं जशस्ततोर्धोः अधः इत्यनेन प्रत्ययतकारस्य स्थाने तकारः आदेशः भवति दोग् योगः धु अनन्तरं जलां जशि इत्यनेन हकारस्य स्थाने तृतीयवर्णः आदेशः भवति गकारः भवति दोग्धु इति रूपं भवति द्वितीयरूपं स्तात् तुः योगः तात् अत्रापि धातुर्गः अनन्तरं दुग् योगः तात् इति भवति जशस्तयोतोः अतः इत्यनेन तकारस्य स्थाने तकारः आदेशः भवति प्रत्ययस्य तकारस्य स्थाने धात् इति भवति दुग् योगः धात् अनन्तरं जलां जश्चषि इत्यनेन ककारस्य स्थाने तृतीयवर्णः आदेशः भवति दुग् योगः धात् दुग् धात् अनन्तरं ताम् तु तात् ताम् अधुह्योगः ताम् इति तकारादिप्रत्ययः अत्र गुणकार्यं नास्ति दुह्योगः ताम् अनन्तरं धाते धातोर्गः इत्यनेन हकारस्य स्थाने ककारः आदेशः भवति दुग् योगः जशस्तयोर्धोः अथ इत्यनेन प्रत्ययस्य तकारस्य स्थाने धकारः आदेशः भवति ताम् इति धाम् भवति दुग् योगः धा अनन्तरं जलां जश् जशि इत्यनेन घकारस्य स्थाने तृतीयवर्णः आदेशः भवति दुग् योगः थाम् दुग्धाम् इति रूपं भवति अनन्तरं दुह्योगः अन्तु दुह्योग अन्तु कोऽपि वर्णमेलनं दुहन्तु दुहन्तु अत्रापि नश्चापदान्तस्य जाति अनुस्वरस्य परस्वर्णे कार्यमस्ति दुहन्तु इति रूपं भवति अनन्तरं दुह्योगः इष्टं तु तातां हि तातां प्रथमं धातुर्धातुः प्रथमं भगिनि हिकारस्य हकारस्य स्थाने हकारः भवति प्रत्यस्य हकारस्य स्थाने हूजल्भ्यो हेधिः यत्नेन हकारस्य स्थाने धकारः भवति सो दुःयोगः धि इति भवति अनन्तरं दादेर्धातोर्गः इत्यनेन हकारस्य स्थाने धातोः हकारस्य स्थाने घकारः भवति दुग् योगः धि इति भवति अनन्तरं जशस्तयोर्धोः अतः इत्यनेन दुग् योगः धि भगिनि आलरेडि नास्ति भगिनि नास्ति अत्र तु हि प्रत्ययः दकारादिप्रत्ययः. आं भगिनि, केवलं न दातेर् दातेर् धातोः गः अनन्तरं जलां जश्चषि. सत्यम् इति सूत्रं. दुग्योः धि भवति, दुग्धि इति रूपं भवति. तात् इति दुह्योगः, दुह्योगः तात् गुणकार्यं नास्ति. अत्रापि दातेर् धातुर्गः जशस्तयोर्धोः अधः जलां जश्चषि, त्रीणि सूत्राणि दुग् थात् इति रूपं भवति. अनन्तरं तात् तं भगिनि, तं तकारादिप्रत्ययः दुः योगः तं धातुर् दादे धातुर्गः दुग्योगः दुग्योगः तम् अनन्तरं दशस्पतुर्धोधः इत्यनेन तकारस्य तकारः भवति. दुग्योगः धम् अनन्तरं जलां जश्चषि दुग्धम् इति रूपं भवति. समासेन दुग्ध इति बहुवचनरूपम्. अनन्तरं दुह्योगः आनि, आनि इति पितस्ति, गुणकार्यं भवति, पुगन्तलरूपतस्ति इत्यनेन दोह् इति भवति. दोह् योगः आनि, दोहानि इति रूपं भवति. आवा, आवा अपि पितस्ति, गुणकार्यं भवति, दोहावा. आम् अति आमपि गुणकार्यमस्ति, दोहाम, दोहानि, दोहावा, दोहाम. अस्तु, उषा भगिनी लङि वर्तते वा? आं भगिनि. दुः योगः तु, दुः योगः तु प्रथमम् अडागमः भवति लुङ् लङ् लृङ् ष्वडुदात्तः इत्यनेन. अदुः योगः तु भवति प्रथमं पुगन्तलघुपदस्य च इत्यनेन दोः अधोः भवति. अधोः योगः तु, अधोः योगः तु हूज हल्न्याभ्यो दीर्घात्, हल्न्याभ्यो दीर्घात् सुतुस्य पृक्तं हल् इत्यनेन तकार लोपः भवति. अधोः इति पदं जातम्, अधोः इति देन् धा दा पदकार्यं दा दादेर् धातोर्गः इत्यनेन अधोग् भवति. अधोग् 8232 and then ekacho ekacho basho bash jashantasya dvoho ityanena sakara dakaraha nasti pada padante ityanena adog iti sthane date dato adog iti bhavati. Now ekacho basho bash dog iti dhog bhavati. dakarasya sthane दो इत्यस्य स्थाने धो भवति. सो अधोग् भवति. अधोग् अधोग् पद जलां जशोन्ते, जलां जशोन्ते इत्यनेन अधोग् भवति. घ् स्थाने तृतीयवर्णादेशः अधोग् अधोग् भवति. अधोग् वावसाने इत्यनेन अधोक् भवति. अधोक् इति द्वितीयं रूपं. सम्यक्. देन् अधोः अधुः, अधुः योगः ताम्, अधुः योगः ताम्, अधुः योगः ताम्. दुः जशस्ततोर्धोर् जशस्ततोर्धोर्दः इत्यनेन ताम् इति तस्मात् पूर्वं दाते दाते धातोर्गः इत्यनेन हृ स्थाने दाते धातोर्गः आं भगिनि, हकारस्य स्थाने घकार आदेशः भवति. अदुग् अदुग् योगः तां भवति. देन् जशस्ततोर्धोर्धः इत्यनेन तां स्थाने धां भवति. सो अदुग् योगः धां भवति. अदुग् योगः धां गकार गकार शुद्धिकं गकार जलां झष् झषि जलां झष् झषि इत्यनेन झषि भवति. धाम् इति झषि गकारस्य स्थाने ग भवति. अदुग्धाम् इति भवति. देन् अदुः योगः तु ताम् अन् अदुः योगः अन् वर्णमेलनमेव अदुहन् अदुहन् वर्णमेलनम् एक धाते धातोर्गः केनाट् आपरेट् किमपि न भवति. हकारः अस्ति अकारः परे किल स्वरः केवलं वर्णमेलनेन. अदुः योगः सु अदुः योगः सु अदुः योगः सु प्रथमं गुणकार्यम् अधोः योगः सु. देन् हल्ङ्याभ्यो दीर्घात् हल्ङ्याभ्यो दीर्घात् सुतुस्य पृक्तं हल् इत्यनेन सु लोपः भवति. सो अधोः अधोः इति पदं जातम् अधोः. सो जशस्ततोर्धोर्धः इत्यनेन अधोः इति अधोग् भवति. अधोग् इति स्थिते अधोग् हौ डिड् वि गेट् दट् अधोग् इति स्थिते एकाचो बशो अधोग् इति स्थिते एकाचो बशो बष् जशन्तस्य स्तुभोः इत्यनेन अधोग् इति स्थाने थर्ड् विल् बिकम् द फोर्थ्. सो अधोग् भवति अधोग् भवति अधोग् इति स्थिते. देन् जलां जशोन्ते इति इत्यनेन अधोग् भवति. अधोग् वावसाने इत्यनेन अधोक् इति रूपं सिद्ध्यति. देन् मध्यमपुरुष द्विवचनं तु तामन् स्तं स्तं तम् अधुः अधुः योगः तम् अधुः योगः तम् अधुः योगः तम् आल्सो इट्स् धाते धातोर्गः इत्यनेन हु स्थाने घ् आदेशः भवति. अधुग् अधुग् अधुग् योगः तम् अधुग् योगः तं घ् इति जशस्ततोर्धोर्धः इत्यनेन तम् इति ग् फालोड् बै तम्. सो जशस्ततोर्धोर्धः इत्यनेन तम् इति धम् भवति. सो अधुग् धम् अधुग् धम् अधुग्धं. देन् जलां जशोन्ते नाट् जशोन्ते जलां झष् झषि जलां झष् झषि इत्यनेन घ् स्थाने घ् आदेशः भवति. अधुग्धं सत्यं. तु तमन् इस् तं त मध्यमपुरुष बहुवचनं समानकार्यम् अधुग् अधुग्ध. देन् उत्तमपुरुष एकवचनं तु तमन् इस् तं त अम् अम् अधुः योगः अम् अधुः योगः अम् प्रथमं गुणकार्यम् अधोः योगः अम् अधोः योगः अम् वर्णमेलनमेव अधोहम्. देन् अधुः योगः तु तामनिस्तं त अं व अदुह् योगः व अदुह्व अदुह् योगः म अदुह्म धन्यवादः. विदिलिङ्ग् अत्र यातिति जल् नास्ति अपि तस्ति केवलं वर्णमेलनेव दुह्यात् दुह्यातां दुह्यायुः दुह्युः दुह्युः दुह्या दुह्याः भगिनि दुह्याः दुह्यातं दुह्यातं दुह्याम अत्र एतत्तु अत्र बहुवचनं विदिलिङ्गे तत्र दुह् इति उभयपदी अस्ति. अग्रिमधातुः अस्ति दिह् इति. दिह् अपि उभयपदी अस्ति अतः दिह् इत्यस्य आत्मनेपदीरूपं साधयामः. दशनिमिषम् अस्ति अतः तत्रापि समानकार्यमेव. किमपि भेदः नास्ति. पुगन्तलघुपदस्य च निधि च अनन्तरं यद्यद् दुह् धातुः भवति तत्सर्वं दिह् धातुः अपि दकारादिकारान्तः इति कृत्वा अतः दिह् धातु आत्मनेपदीरूपं साधयामः. भगिनी भवती एव लटि वदति वा अरुणा भगिनी आत्मनेपदी लटि दिह् धातुः. दिह् योगः खे तत्र अपि अस्ति सो प्रथमं दादे धातोर्थः इति सूत्रेण हकारस्थाने खकार आगच्छति. जस्तत्सूर्त सूत्रेण तकारस्थाने धकार आगच्छति. जलां झषि इति सूत्रेण घकारस्थाने घकार भवति. दिग्धे दुह् दुह् योगः ते आते भगिनि आते दिह् प्लस् आते केवलं वर्णमेलने वा दिहाते आते अपि देहाते देहते दिह् दिह् योगः से अत्रापि गुणकार्यं नास्ति. दातो सूत्रेण हकारस्थाने प्रथमं घकारः आगच्छति. से अस्ति अन्यसूत्रमस्ति भगिनि एकाचो तदेव भगिनि एकाचो बसो भस् जशन्तस्य सद्वोः सूत्रेण धकारस्थाने धकारस्थाने महाप्राण महाप्राणधकार धग् धिग् योगः सि ख हरिच्छासूत्रेण गकारभगति दिक्षि आदेशप्रत्ययोः दिक्षि सत्यं तदेव सम्यक् आत्मनेपदे ओ आत्मनेपदे एव किल धातु दिक् इति धातुः दिक्षे इति रूपं दिक्षे दिह् योगः आते अत्र वर्णमेलनमेव दिहाते दिहाते दिह् योगः द्वे अत्र दिह् प्रथमं दादे धातोर् गः इति सूत्रेण हकारस्थाने ककारः आगच्छति तत्र नास्ति एकाचु बस् बस् सूत्रेण धकारस्थाने धकारः आगच्छति धत्वे जलां जश् धकार घकारस्थाने घकार आगच्छति दिग्ध्वे उत्तमपुरुष एक् ए अस् ए अस्ति वर्णमेलरेव दिहे दिह्वहे दिह्वहे सत्यं सम्यक् तावदेव समीचीनम् उष्णभगिनी लोटि वदति वा अनन्तरं श्रीवल्लीभगिनी लङ्गी वदति भगिनि लोटि तु ताम् दिह् योगः ताम् दिह् योगः ताम् गुणः नास्ति दिह् योगः ताम् हकारस्य स्थाने गकारादेशः भवति दिह् वट् इस् धाते धातोर्गः इत्यनेन हकारस्य स्थाने गकार आदेशः भवति दिह् इति दिग् योगः ताम् इति भवति दिग् योगः ताम् घ् सो जशस्ततोर्धोर्दः इत्यनेन ताम् इति दाम् भवति सो दिग् योगः धाम् दिग्धां देन् जलां जश् जशि इत्यनेन घकारस्य स्थाने घकार आदेशः भवति दिग्धां भवति देन् दिह् योगः ताम् आताम् ताम् आताम् दिह् योगः आताम् दिहाताम् देन् ताम् आताम् अताम् अतां दिह् योगः अतां दिहताम् ताम् आताम् अतां स्व दिह् योगः स्व स्व स्व दिह् योगः स्व दिह् हकारस्य स्थाने गकार आदेशः भवति हकारस्य धातेर् धातोर्गः इत्यनेन दिग् योगः स्व देन् दिग् योगः स्व दिग् योगः स्व दिह् एकाचो बशो बष् इत्यनेन एकाचो बशो बष् जशन्तस्य ज्दुवोः ओ दिस् इस् स्व ओके सो स्व इति निमित्तादयः. ओके, देन् दिग् योगः स्व. दिग् इति धिग् या दिग् भवति, धि स्थाने धि भवति. दिग् योगः स्व. दिग् योगः स्व देन् दिग्गयोगः स्व. दिग्योगः स्व वाट् शुड् बिकम् दिग् दिग् ओ करीच इत्यनेन दिग् योगः स्व इति धिग् दिग् योगः स्व. दिग् योगः स्व देन् आदेशप्रत्ययोः देन् दिक्ष्व. दिक्ष्व इति भवति. समीचीनम्. आताम् आताम् स्व आता आथां भगिनि आताम्. ओके, आताम् दिह् दिह् योगः आतां दिहातां. सत्यं. देन् दिह् योगः द्वं. हकारस्य स्थाने घकार आदेशः भवति धातेर्धातोर्घः इत्यनेन. सो दिग् इति दिग् भवति. दिग् योगः द्वं. दिग् योगः द्वं एकाचो बशो बश् जशन्तस्य द्वोः इत्यनेन दिग् इति इति दिग् भवति. दिग् योगः द्वं. दिग् योगः द्वं जलां जश् जशि इत्यनेन घ् स्थाने घ् आदेशः भवति. सो दिग् योगः दिग् योगः द्वं दिग् द्वं. देन् ऐ भगिनि ताम् आतां मतां स्व आतां द्वम् ऐ ऐ ऐ आमहै आमहै. ओके, ऐ आमहै. ऐ इति गुणकार्यं भगिनि नो ऐ सर्व दिह् कत्र ऐ इति लोट् किल. आम् आम्. पित्वम् आरोपितं किल तत्र. या पित्वम् आरोपितम् अतः गुणकार्यम् गुणकार्यं. सो दिक् बिकम्स् देह् योगः ऐ. देह् योगः ऐ देह् योगः ऐ देहै दत्त भगिनि देहै पित्वम् आरोपितं किल नाव गुण नास्ति एव. किमर्थं तत्र अतित्वं न आरोपितं वा? आडुत्तमस्य पिच्च पिच्च गुणकार्यम् अस्ति भगिनि. पित्वम् आरोपितमेव किल तत्र. पित्वमस्ति चेत् गुणकार्यं भवति. गुणकार्यं भवति देहै अग्रे अपि गुणकार्यम् अस्ति आवहयामहै. सो देहावहै देहामहै. सत्यं, तदेव सम्यक् एव. पित्वम् आरोपितं चेत् गुणकार्यं भवति एव. देहै देहावहै देहामहै. अस्तु, समयः अभवत्. प्रायः अग्रिमसप्ताहे लङ् कृत्वा अग्रे सरामः. अग्रिमधातुः अस्ति लिह् इति. तत्र किञ्चित् कार्यमस्ति परन्तु साधयतु, पश्यामः कथम् इति. समीचीनम्, अद्य समापयामः. धन्यवादः. धन्यवादः भगिनि. धन्यवादः भगिनि.